भवन्तौ भवन्तः सः तौ ते सा ते ताः तत् ते तानि एषः एतौ एते एषा एते एताः मुनिः मुनी मुनयः गुरुः गुरु गुरवः पिता पितरौ पितरः माता मातरौ मातरः व्यक्तिः व्यक्ती व्यक्तयः धेनुः धेनू धेनवः वधूः वध्वौ वध्वः। अस्मिन् कोष्टके नामपदानि अपि सर्वनामपदानि सप्तविभक्त्यानां दत्तः इत्युक्ते अत्र सप्तविभक्तयः न सन्ति अत्र केवलं प्रथमाविभक्त्यां दत्तः इत्युक्ते तत्र कानिचन पदानि नामपदानि सन्ति कानिचन सर्वनामपदानि सन्ति भवत्याः अवगमनानुसारेण अत्र सर्वनामपदानि कानि अत्र सर्वनामपदानि सः तौ ते सा ते ताः तत् ते तानि एषः एतौ एते एषा एते एताः अन्यानि पदानि नामपदानि नामपदानि उत्तमम्। अत्र भवती भवान् अपि सर्वनामपदानि भवती भवति भवान् भवती अपि सर्वनामपदानि एव उत्तमम्। अत्र एतावता प्रथमाविभक्त्यां त्रिषु वचनेषु रूपाणि दत्तानि। अत्र अस्य अभ्यासस्य अत्र लक्ष्यं किम् इति पश्यामश्चेत् अनेन अभ्यासेन किम् अवगम्यते अस्माभिः? अत्र कार्यं किम्? अस्माकं कार्यं किम्? कार्यं सुबन्तानि पदानि अन्तिम पदस्य अन्ते स्वरान्तराणि स्वरः अन्ते दृश्यते सुबन्तपदानि इति वयं मन्ये अहं मन्ये इत्युक्ते अत्र एतानि सुबन्तपदानि एव, किन्तु अत्र अस्माकं कार्यं तु एतानि सर्वाणि पदानि प्रथमपुरुषकर्तृपदानि प्रथमपुरुषे कर्तृपदानि इत्युक्ते अत्र कानिचन सर्वनामपदानि नामपदानि अपि सन्ति। एतानि सर्वाणि अत्र आहत्य 17 सुबन्तपदानि दत्तानि। एतानि सर्वाणि अपि प्रथमपुरुषे कर्तृपदानि भवन्ति, अपि च अत्र दक्षिणभागे क्रियापदानि अपि आवरणे किं दत्तमस्ति इत्युक्ते एतानि सुबन्तपदानि इति कृत्वा त्रिषु वचनेषु प्रथमाविभक्त्यां रूपाणि दत्तानि, किन्तु एतानि सर्वाणि इत्युक्ते भिन्नरीत्या वक्तुमिच्छामश्चेत् अत्र प्रथमपुरुषकर्तृपदानि ईदृशानि भवन्ति। प्रथमपुरुषे कर्तृपदानि एतादृशानि पदानि भवन्ति। अत्र दक्षिणभागे कानिचन क्रियापदानि सन्ति इत्युक्ते आहत्य सुबन्तपदं योजयित्वा अत्र क्रियापदम् अपि योजयित्वा वाक्यं निर्मातव्यम्। अत्र एकं वाक्यं निर्मातु। दक्षिणभागे क्रियापदानि सन्ति, बालकः अत्र अस्ति, बालकौ उद्याने स्तः, बालकाः विद्यालये सन्ति, मित्रम् इच्छति, मित्रे इच्छतः, मित्राणि इच्छन्ति। तादृशरीत्या अत्र वाक्यानि लेखनीयानि। कर्मपदानि अपि त्रिषु वचनेषु दत्तानि। न न अत्र केवलम् अत्र कर्मपदं न दत्तमस्ति, केवलं कर्तृपदानि, प्रथमपुरुषकर्तृपदानि अत्र स्थापितानि, अपि च क्रियापदम् इत्युक्ते केवलं वयं लघुवाक्यं अत्र केवलं लघुवाक्यम् एतानि पदानि योजयित्वा लघुवाक्यं लेखितुं शक्नुमः. इत्युक्ते तस्मिन् वाक्ये केवलं पदद्वयमेव भवति तत्र. बालकः अस्ति, बालकौ स्तः. वदतु भगिनि, एकः संशयः. प्रथम मध्यमपुरुष उत्तमपुरुष वयं क्रियापद एतस्मैव प्रयुज्यन्ते किल. प्रथमपुरुषे कर्तृपद वि यूस् इन् विभक्ति. सो इफ् यु सी प्रथमपुरुषे ओ कीदृशकर्तृपद उपयोजनीयम् अत्र आवरणे कर्तृपदानि दत्तानि, इत्युक्ते कर्तृपदं योजयित्वा, इत्युक्ते कर्तृपदम् अनुसृत्य अस्माकं क्रियापदं भिद्यते, तिङन्तपदं भिद्यते इति कृत्वा अत्र केवलं पदद्वयमेव योजयित्वा, यथा भगिन्या पठितं, बालकः अस्ति, बालकौ स्तः, बालकाः सन्ति. इत्युक्ते अत्र अस्माकं अवगमनं किम् अत्र एतत् सर्वं पठित्वा, इत्युक्ते सम्पूर्णतया अत्र वाक्यरचनां कर्तुम् इच्छामश्चेत् कति वाक्यानि सम्भवन्ति अत्र, कोऽपि वदतु अत्र कति वाक्यानि सम्भवन्ति? बहूनि, तत्र बहूनि वाक्यानि सम्भवन्ति. इत्युक्ते अत्र आरम्भे बहूनि कर्षो बहूनि कर्तृपदानि सन्ति इति कृत्वा अत्र एकवचने, द्विवचने, बहुवचने लेखितुं शक्नुमः. अत्र त्रीणि क्रियापदानि अत्र स्थापितानि, अस् धातोः रूपम्, इष् धातोः रूपं, वद् धातोः रूपम्, अस्ति, इच्छति, वदति इति त्रीणि क्रियापदानि सन्ति. अपि च कर्तृपदम् अनुसृत्य क्रियापदं भिद्यते इति अवगन्तुम् अयम् अभ्यासः दत्तः अत्र. प्रथमपुरुषकर्तृपदम् अस्ति चेत् तत्र अनन्तरम् अत्र भगिनी भवती एव पठतु अग्रिमं, लता भगिनी भवती पठतु अग्रे मध्यमपुरुष. किं पठनीयं भगिनि? वाक्यानि वाक्यानि निर्मातव्यानि. I was thinking of my daughter. I didn't notice where she stopped. I'm sorry. Kutha, start karoni. Atra madhyama purusha, madhyama purusha kartrupadam. Okay, madhyama. One second. Madhyama purusha. Tvam asi, tvam gachasi, tvam vasasi. And then yuvam staha, yuvam गच्छतः, युवां वसतः. देन् यूयं स्थ, यूयं गच्छथ, यूयं वसथ. इत्युक्ते अत्र मध्यमपुरुषकर्तृपदं किम् अत्र? त्वम् एकवचने, युवां द्विवचने, यूयं बहुवचने. बहुवचने. अत्र यदि वयं व्याकरणकक्षां गच्छामश्चेत् तत्र कानिचन सूत्राणि सन्ति. सूत्राणि कीदृशानि इत्युक्ते तत्र एतादृशरीत्या अत्र प्रथमपुरुषे प्रथमपुरुषकर्तृपदानां तिङन्तपदसाधनसमये, अपि च मध्यमपुरुष उत्तमपुरुष तिङन्तपदसाधनसमये तत्र सूत्राणि सन्ति. तिङ्स् त्रीणि, त्रीणि प्रथममध्यमोत्तमाः, तान्येकवचन द्विवचन बहुवचनान्येकशः, युष्मदुपपदे समानाधिकरणे स्थानिन्यपमध्यमः, तत्र तादृशानि सूत्राणि सन्ति. इत्युक्ते तेषां सूत्राणाम् आधारेण प्रथमपुरुषे, मध्यमपुरुषे, उत्तमपुरुषे, एकवचनद्विवचन बहुवचनेषु प्रत्ययानां योजनं कुर्मः. यदि कोऽपि भवती अपि व्याकरणकक्षां गच्छन्ति इति भाति, अत्र भवती जानाति चेत् एकवारं अष्टादश प्रत्ययानि प्रत्ययाः के किञ्चित् वदति वा अत्र? प्रत्ययानि ऐ ट्रै परस्मैपदः स्मरणं स्मरणे अस्ति ऐ ट्रै ओके परस्मै पदी सः वन् सेकेण्ड् ति तः अन्ति ति ठः ठा मि वः मः एण्ड् देन् आत्मनेपदे I'll give one word. It's difficult for me to say the last pratyaya. भगिनी अत्र चिन्ता मास्तु, अत्र केवलं परस्मैपदरूपाणि एव स्मर्तव्यानि. इत्युक्ते अत्र अस्माकं कृते अत्र क्रियापदानि कानि इत्युक्ते अत्र परस्मैपदरूपाणि एव दत्तानि. अस्ति, गच्छति, वसति एतादृशानि पदानि परस्मैपदिधातुतः एव निर्मितानि भवन्ति इति कृत्वा, इत्युक्ते आहत्य अहं किं वक्तुमिच्छामि इत्युक्ते, अस्माकं कृते एतेषु पदेषु सिद्धतिङ् प्रत्ययान् योजयित्वा पदानि निर्मितानि. इत्युक्ते आल् दीस् वर्ड्स् आर् आल्रेडि प्रीमेड्. दीस् वर्ड्स् आर् आल् प्रीमेड् इत्युक्ते अत्र धातुतः सिद्धतिङ् प्रत्ययस्य योजनेन एतानि पदानि साधितानि. अत्र यथा भगिन्या उक्तं, तत्र ति तः अन्ति सि धः सि मी वः मः एते सिद्धतिङ् प्रत्ययाः. उत्तमपुरुषे अपि पठतु. उत्तमपुरुषे अहम् अस्मि, आवान् स्वः, वयं स्मः. एण्ड् देन् अहं गच्छामि, आवान् गच्छावः, वयं गच्छामः. अहं वसामि, अहं वसावः, ऐ एम् सोरि, अहं वसामि, आवां वसावः, वयं वसामः. उत्तमम्. अत्र उत्तमपुरुष कर्तृपदम् अत्र एकवचने अहम् अस्ति, द्विवचने आवां, बहुवचने वयम् इति दत्तमस्ति. अत्र अस्मिन् पुटे इतोपि किम् अवगन्तव्यम् इत्युक्ते, अत्र वयम् एकवारम् अत्र स्थः अथवा स्वः अत्र पश्यन्तु, वसावः, वसामः, वसतः एतादृशानि रूपाणि पश्यामश्चेत् तत्र कीदृशं कार्यं भवति इति एकवारं पश्यामश्चेत् तत्र किमर्थं तत्र अन्ते विसर्गः अस्ति. साधारणतया अन्ते विसर्गः अस्ति चेत् सुबन्तपदम् इति वयं चिन्तयामः, किन्तु तथा मा चिन्तयन्तु इति अत्र विषयः. साधारणतया पदस्य अन्ते विसर्गः अस्ति चेत् तत्पदं सुबन्तपदम् इति वयं चिन्तयामः, किन्तु तथा न भवति, सर्वत्र तथा न भवति. एतानि पदानि तिङन्तपदानि इत्युक्ते एतेषां पदानाम् अन्ते तिङ् प्रत्ययः अस्ति. अत्र पश्यन्तु रूपाणि द्विवचने वसावः, गच्छावः, अपि च अस्धातोः रूपं स्वः, स्मः, गच्छामः, वसामः इत्युक्ते अन्ते विसर्गः दृश्यते. तथा किमर्थं भवति इत्युक्ते तत्र अन्ते किञ्चित् सन्धिकार्यं भवति इत्युक्ते ससजुषोरुः इति एकं सूत्रमस्ति, अपि च खरवसानयोर्विसर्जनीयः इति एकं सूत्रमस्ति. ताभ्यां सूत्राभ्यां तत्र विसर्गः श्रूयते इत्युक्ते तत्र आहत्य अत्र प्रथमतया मूलतिङ् प्रत्ययाः सन्ति, अष्टादश मूलतिङ् प्रत्ययाः सन्ति. तिप् तस् झि, सिप् तस् था, मिप् वस् मस् ता आत्मा, एते नवप्रत्ययाः केवलं परस्मैपदिधातूनां कृते. तिप् तस् झि, सिप् तस् था, मिप् वस् मस् एते परस्मैपदिधातूनां कृते नवप्रत्ययाः सन्ति. मूलतिङ् प्रत्ययेभ्यः सिद्धतिङ् प्रत्ययानां निर्माणं भवति. सिद्धतिङ् प्रत्ययाः यथा भगिन्या उक्तं, तीतः अन्ति, सीथः थ, मी वः मः इत्युक्ते धातुतः प्रथमतया अङ्गं निर्मितं भवति, तदनन्तरम् अङ्गात् सिद्धतिङ्प्रत्ययस्य योजनेन रूपम् अन्तिमं रूपं सिद्ध्यति. एतानि अत्र यानि क्रियापदानि दत्तानि तानि लट्लकाररूपाणि, इत्युक्ते लट्लकारस्य सिद्धतिङ्प्रत्ययाः भिन्नाः, तथा एव लोट्लकारस्य सिद्धतिङ्प्रत्ययाः भिन्नाः. इत्युक्ते सिद्धतिङ्प्रत्ययानां निर्माणं कथं भवति इति सूत्राणाम् आधारेण वयं व्याकरणकक्षां गच्छामश्चेत् तत्र वयम् अवगन्तुं शक्नुमः. इत्युक्ते एतावता अत्र लट्लकाररूपाणि दत्तानि, एतानि रूपाणि मूलतिङ् प्रत्ययेभ्यः निर्मितानि. अपि च अत्र इतोपि किमस्ति इत्युक्ते लिङ्गस्य आधारेण अत्र क्रियापदं न भिद्यते, अत्र लिङ्गविषयः नास्ति. कथं माता गच्छति, पिता गच्छति, धेनुः गच्छति, यद्यपि तत्र पुंलिङ्गं स्त्रीलिङ्गपदं नपुंसकलिङ्गपदं कर्तृपदम् अस्ति चेदपि क्रियापदं न भिद्यते. किन्तु पुरुषम् अनुसृत्य, इत्युक्ते प्रथमपुरुषकर्तृपदम् अस्ति वा, मध्यमपुरुषकर्तृपदम् अस्ति वा, उत्तमपुरुषकर्तृपदम् अस्ति वा इति दृष्ट्वा तदनुसृत्य क्रियापदं क्रियापदस्य परिवर्तनं करणीयम् अत्र. किन्तु लिङ्गस्य आधारेण क्रियापदं न भिद्यते, केवलं वचनानुसारेण अपि च पुरुषानुसारेण एव क्रियापदं भिद्यते इति अस्मिन् पुटे दत्तमस्ति. अत्र केवलं त्रीणि क्रियापदानि दत्तानि, त्रीणि इत्युक्ते अत्र केवलम् अस् धातोः रूपाणि, गम् धातोः रूपाणि, वस् धातोः रूपाणि एव अत्र स्थापितानि. वयं जानीमः एव एतत् सर्वं. अधुना अग्रिमे पुटे किमस्ति इति एकवारं परिशीलयामः. अत्र अरविन्द महोदय, भवान् पठतु अग्रिमे पुटे. आं भगिनि. उच्चैः पठता, जानीता च वर्तमानकाले विशेषक्रियापदानि. एकवचनप्रयोगः यथा कः जानाति, एष क्रीणाति, सः क्रीणाति गृह्णाति, का करोति, एषा शक्नोति, सा शृणोति, भवान् चिनोति, मित्रं प्राप्नोति, भीरुः रोदति, होता जुहोति, दाता ददाति, एषः बध्नाति. अत्र पठत, जानीत, जानीत इति क्रियापदद्वयम् अस्ति. तयोः रूपं किम्? पठत, पठत रूपः अस्ति बहुवचनं. इत्युक्ते यद्यपि अस्माकं चिन्तनं तु प्रतिध्वनिः अस्ति, कृपया प्रतिध्वनिः कुत्रचित् ध्वनिः श्रूयते. अस्तु, अत्र तु अस्माकं विषयः तु वर्तमानकालरूपाणि एव, किन्तु अत्र उपरि तत्र सूचनायां पदद्वयमस्ति, पठत जानीत, वयं सर्वे जानीमः एव. लोट्लकाररूपम् अस्ति मध्यमपुरुष बहुवचनरूपं, पठत पठधातोः रूपं, ज्ञाधातोः रूपम्. अत्र वर्तमानकाले क्रियापदानि, अत्र वर्तमानकाले इति कीदृशं पदं महोदय वदतु? सप्तमी समस्तपदम्. अत्र वर्तमान इति कीदृशं पदं? वर्तमान काल द्वन्द्वसमासः अत्र कालः वर्तमानः अत्र वर्तमान इति शानजन्तरूपम् वृत् वृत् इति धातुः अस्ति वृत् धातोः रूपं वर्तते किञ्चित् करोमि महोदय पूर्णेन्दु महोदय वदतु इको श्रूयते वारं वारं पुनः पुनः श्रूयते तदर्थमेव म्यूट् कृतवती अत्र अरविन्द महोदय अहं किञ्चित् म्यूट् कृतवती यदि भवान् इच्छति चेत् वदतु चिन्ता मास्तु अत्र वर्तमान इति पदमस्ति वर्तमान इति पदं शाणजन्तरूपम् अग्रे गत्वा वयं पठिष्यामः तस्मिन् विषये वर्तमानकाले यथा महोदयेन उक्तं सप्तमी विभक्त्यन्तम् एकवचनरूपम् अस्ति कालः वर्तमानः इति विषयः अत्र विशेषक्रियापदानि किमर्थम् अत्र विशेषक्रियापदानि इति लिखितमस्ति इत्युक्ते साधारणतया क्रियापदानां रूपाणि वयं पठति पठतः पठन्ति ईदृशानि रूपाणि वयं ज्ञातवन्तः किन्तु अत्र पदानां रूपाणि किञ्चित् भिन्नानि भवन्ति इत्युक्ते अत्र विशेषरूपाणि दत्तानि प्रत्येकं क्रियापदं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः अत्र जानाति इति पदमस्ति जानाति इति पदस्य विषये उषा भगिनी किञ्चित् वदतु आं भगिनि जानाति ज्ञाधातु अस्ति भ्वादिगणे अत्र एकवारं अग्रे अग्रे अपि वयं पठामः पठतु जानाति जानीतः जानन्ति जानासि जानीतः जानीत जानामि जानीमः जानीमः इति नवरूपाणि अस्ति नवरूपाणि उत्तमम् अत्र ज्ञाधातुः उभयपदी धातुः उभयपदी धातुः तत्र यथा भगिन्या उक्तं नवरूपाणि तानि रूपाणि परस्मैपदी धातोः रूपाणि किन्तु आत्मनेपदीरूपाणि अपि सन्ति साधारणतया अहं जानामि इति वदामः किन्तु आत्मनेपदीरूपं स्वीकृत्य वक्तुमिच्छामश्चेत् किं वदामः भगिनी वदतु जानाति कोऽपि वदतु अत्र साधारणतया परस्मैपदीं रूपं स्वीकृत्य वदामः अहं जानामि इति वदामः किन्तु आत्मनेपदीरूपम् उत्तमपुरुष आत्मनेपदीरूपं स्वीकृत्य वदामश्चेत् अहं जाने जाने इत्युक्ते साधारणतया हिन्दीभाषायां शृणुमः न जाने इति वदामः तथा एव अत्र ज्ञाधातोः आत्मनेपदीरूपम् उत्तमपुरुष एकवचनरूपम् अहं जानामि इति समानार्थकरूपम् अहं जाने जाने इति वदामश्चेत् उत्तमपुरुष एकवचनम् इति अर्थः एतावत् अत्र ज्ञाधातुः उभयपदीधातुः अपि च क्रयादिगणीयधातुः अस्ति किन्तु अत्र परस्मैपदीरूपाणि दत्तानि अनन्तरम् अत्र द्वितीयं वाक्यमस्ति क्रीणाति क्रीणाति इत्यस्मिन् विषये अत्र अरविन्द महोदय भवान् वक्तुमिच्छति वा अत्र क्रीणाति इत्युक्ते किम् It's to buy? क्रयणं विक्रयणं क्रयविक्रयणं तादृश अत्र क्रीणाति इति अत्र क्रीणाति इति अपि उभयपदी धातुः एव तत्र क्रीधातुः उभयपदी धातुः अपि च अयं धातुः अपि क्रयादिगणीयधातुः क्रीणाति इत्यस्य रूपाणि किञ्चित् भिन्नानि अत्र अरुणा भगिनी वदति वा, वक्तुमिच्छति वा क्रीणाति इत्यस्य रूपाणि? क्रीणाति, क्रीणतः, क्रीणन्ति. अत्र विकरणप्रत्यया न आगच्छति. क्रियादिगणे शब्दवाद्य न क्रीणाति, न शप् अपि तस्ति, तत्र गुणः न भवति. क्रीणाति नप्तुं रेफ् मूर्धन्यनकारः भवति नूनः इति सूत्रेण. अत्र तु रूपाणि, रूपाणां विषये अस्माकं चिन्तनमस्ति. किन्तु अस्मिन्नेव पुटे एकवचनरूपं, द्विवचनरूपं, बहुवचनरूपं, प्रथमपुरुषरूपाणि दत्तानि. कथं क्रीणाति, क्रीणीतः, क्रीणन्ति. अत्र क्रीणाति, क्रीणीतः, साधारणतया वयं पठति, पठतः, पठन्ति ईदृशानुरूपाणि वयं जानीमः पूर्वं. किन्तु अत्र अस्मिन् पुटे एतानि विशेषक्रियापदानि इति कृत्वा अत्र किञ्चित् रूपाणि भिन्नानि इति अवगन्तव्यं. क्रीणाति, क्रीणीतः, क्रीणन्ति. अत्र अयं धातुः अपि उभयपदी धातुः, तदर्थमेव परस्मैपदिरूपाणि सन्ति, आत्मनेपदिरूपाणि अपि सन्ति. किन्तु अत्र अस्मिन् पुटे परस्मैपदिरूपाणि दत्तानि. किन्तु आत्मनेपदिरूपाणि ज्ञातुमिच्छामश्चेत् क्रीणीते, क्रीणाते, क्रीणते, तादृशरीत्या रूपाणि भवन्ति. अग्रिमधातुः अस्ति ग्रहधातुः. अग्रिमं वाक्यं सः गृह्णाति इति वाक्यमस्ति. अत्र गृह्णाति इत्यस्य रूपाणि अत्र गीताञ्जलि भगिनी किञ्चित् वदतु, स्मारयतु. भगिनी अत्र बहु ध्वनिः अस्ति, अत्र क्षम्यतां भगिनि. अस्तु, चिन्ता मास्तु. अत्र गृह्णाति इति क्रियापदमस्ति. तत्र तु धातुः ग्रहधातुः, ग्रहधातोः रूपमेव गृह्णाति. अत्र अयं धातुः अपि उभयपदी धातुः. गृह्णाति इति परस्मैपदिरूपम् अस्ति, किन्तु आत्मनेपदिरूपं गृह्णीते इति रूपम्. इत्युक्ते आहत्य अत्र अस्य धातोः अष्टादशरूपाणि भवन्ति. इत्युक्ते धातुः परस्मैपदी धातुः, केवलं परस्मैपदी धातुः अस्ति चेत् नवरूपाणि, केवलम् आत्मनेपदी धातुः अस्ति चेत् नवरूपाणि, किन्तु उभयपदी अस्ति चेत् अष्टादशरूपाणि भवन्ति. अनन्तरम् अत्र अग्रिमे धातु किं वदतु भगिनि, क्रीधातु. अरुणा भगिनी वदतु. क्रीधातु भगिनि, क्रीधातु. उत्तमम्. अनन्तरम् अग्रिमे कोष्टके भगिनि तत्र गृह्णाति, तत्रापि ग्रहधातु भवति, भवत्या उक्तं, उक्तं गृह्णाति इत्यत्र विकरण, this is something special, no? Vikarana comes in between the अत्र अहं चिन्तय, अत्र मम अवगमनं तु तत्र धातुः ग्रहधातुः अस्ति, किन्तु तत्र एकं विशेषकार्यं भवति, नाम्ना सम्प्रसारणम् इति एकं कार्यं भवति. तत्र इग्यणः सम्प्रसारणम् इति संज्ञासूत्रमस्ति. इत्युक्ते सम्प्रसारणम् इत्युक्ते किम् इति तत् सूत्रं वदति, इग्यणः सम्प्रसारणं. किन्तु तत्र ग्रहीज्यावहि व्यधि, तत्र एकं बहुदीर्घसूत्रमस्ति, तेन सूत्रेण तत्र सम्प्रसारणं भूत्वा ग्रहधातोः रूपं गृह् इति भवति. तत्र रेफस्य स्थाने अचुवर्णः इत्युक्ते ऋकारः आयाति, तदर्थमेव अत्र गृह्णाति इति रूपम् आयाति. तत्र अयं धातुः सम्प्रसारणीयधातुः. भगिनि एतत् कक्ष्यामपि वयं आल् दोस् सूत्र वदतु, do we need to remember the sutras also in this kakshya also? Because that's very difficult for me. That's why I was wondering. Avashyakata mastu bhagini. Okay. Avashyakata nasti. Avashyakata nasti. Nasti. Okay. Dhanyavad. अनन्तरम् अत्र का करोति इति वाक्यमस्ति. का करोति तत्र धातुः अस्ति कुरु धातुः, किन्तु तस्य मूलरूपं डुक्रुञ् इति धातुः. तत्र डुक्रुञ् इत्यस्मात् कथं क्रु इति भवति इत्युक्ते तत्र डु इति आदिर्निटुडवः इति सूत्रेण अपगच्छति. ञकारः हलन्त्यमित्येन अपगच्छति, तेन क्रु इति धातुः लौकिकधातुः सिध्यति. क्रु धातुः अपि उभयपदी धातुः. करोति इति परस्मैपदिरूपं, कुरुते इति आत्मनेपदिरूपम् अस्ति. का करोति अत्र का करोति इति वाक्यं त्रिषु वचनेषु वक्तुमिच्छामश्चेत् अत्र का वदति अत्र अत्र उषा भगिनी भवती एव प्रयत्नं करोतु. का करोति इति वाक्यम् एकवचने दत्तमस्ति. आं भगिनि, किञ्चित् वदतु. कः त्रिषु कः का करोति, कः करोति, किं करोति? अत्र इत्युक्ते तत्र भवती लिङ्गपरिवर्तनं कृत्वा उक्तवती, किन्तु वचनपरिवर्तनं कृत्वा वक्तुमिच्छामश्चेत् वचन आकरोति का एका का भूमा भगिनी वदतु. का करोति के एका कुरुतः काः कुर्वन्ति कुर्वन्ति काः कुर्वन्ति. उत्तमं, तावदेव. तादृशरीत्या अत्र परिवर्त्य लेखितुं शक्नुमः. एषा शक्नोति इति वाक्यमस्ति. अत्र शक्नोति इति धातुः शक्लु इति धातुः, शक्तौ इत्यस्मिन् अर्थे, किन्तु शक् धातोः रूपाणि अत्र एव दत्तानि. शक्नोति, शक्नुतः, शक्नुवन्ति इति इत्युक्ते अत्र परस्मैपदिरूपाणि दत्तानि. अत्र शक् धातुः अकर्मकधातुः, किन्तु जाना ज्ञाधातुः, क्री धातुः, ग्रहधातुः, एते धातवः सकर्मकधातवः. इत्युक्ते तत्र कर्मपदं सम्भवति, किन्तु शक् धातुः अकर्मकः. अनन्तरं शृणोति, सा शृणोति इति लिखितम् अस्ति. भूमा भगिनी भवती वदतु, त्रिषु वचनेषु वदतु रूपाणि. सा शृणोति, सा ते ते शृणुतः, ताः शृण्वन्ति. ताः शृण्वन्ति. अत्र शृणोति, शृणोति, शृणुतः, शृण्वन्ति इति रूपाणि सन्ति. अग्रे गत्वा चिनोति. श्रुधातुः इत्युक्ते तत्र कथं वक्तव्यं, कथम् उच्चारणीयम् इति चिन्तयामश्चेत् तत्र कृष्णरुकारः नास्ति धातौ. इत्युक्ते तालव्यशकारः तत्र रेफः ऊका दीर्घ ऊकारः लेखनीयं तत्र. श्रु यथा श्री लिखितमस्ति तदेव तादृशरीत्या. इत्युक्ते तत्र धातौ कृष्णरुकारः नास्ति. श्रु इति लेखनीयमस्ति तत्र. अनन्तरम् अत्र भवान् चिनोति इति एकं लघुवाक्यमस्ति. चिनोति, अयं धातुः कीदृशः कोऽपि वदतु. चिनोति, अत्र चिनोति अत्र धातुः चि ह्रस्वइकारान्त, ह्रस्वइकारान्तधातुः चि धातुः. वयं साधारणतया शृणुमः एकं पदं चयनं, चयनम् इत्युक्ते सेलेक्षन्, सेलेक्षन् इति अर्थे. भवान् चिनोति, अत्र चि धातोः रूपमेव चिनोति, किन्तु अयं धातुः अपि उभयपदी धातुः. उभयपदी धातुः अस्ति इति कृत्वा तस्य रूपाणि परस्मैपदरूपाणि आत्मनेपदरूपाणि अपि सन्ति. चिनोति चिनुतः चिन्वन्ति अत्र एव अस्मिन् पुटे एव दत्तानि. किन्तु आत्मनेपदरूपाणि पश्यामश्चेत् चिनुते चिन्वाते चिन्वते यथा कुरुते कुर्वाते कुर्वते तथा एव अत्रापि चिनुते चिन्वाते चिन्वते इति आत्मनेपदरूपाणि भवन्ति. चिनोति इत्युक्ते सेलेक्षन् इति अर्थः. अनन्तरम् अग्रिमं वाक्यमस्ति मित्रं प्राप्नोति. अस्मिन् विषये अत्र शोभा भगिनी भवती वदतु. आं भगिनि, मित्रमिति नपुंसकपदमस्ति, पुंलिङ्गे स्त्रीलिङ्गे अपि भवितुम् अर्हति खलु. मित्रं प्राप्नोति, मित्रैः प्राप्नुतः, अपि च एते प्राप्नुवन्ति इति त्रिषु पुरुषेषु भवति. इत्युक्ते अत्र एतत् वाक्यं मित्रं प्राप्नोति इति वाक्यम् अस्ति. अत्र एकवचने वाक्यं दत्तमस्ति, द्विवचने बहुवचने परिवर्त्य वदतु. तत्र मित्रे प्राप्नुतः मित्राणि प्राप्नुवन्ति. उत्तमम्. इत्युक्ते एतावता अस्य रूपाणि प्राप्नोति प्राप्नुतः प्राप्नुवन्ति. अत्र तु प्रा उपसर्गपूर्वकः आप्लु इति धातुः अस्ति. आप् धातुः लौकिकधातुः, आप् धातुः प्रा उपसर्गपूर्वकः आप् धातुः. आप्नोति आप्नुतः आप्नुवन्ति ईदृशानि रूपाणि भवन्ति. तत्र अयं धातुः तु आप्नोति आप्लु इति धातुः स्वादिगणीयधातुः. तत्र स्वादिभ्यः श्नुः इति एकं सूत्रमस्ति, तेन तत्र श्नु इति विकरणप्रत्ययः मध्ये आयाति, तदर्थमेव आप्नोति इति रूपं सिद्ध्यति. अग्रिमं वाक्यमस्ति, भवती एव अत्र अग्रिमं वाक्यं पठित्वा किञ्चित् वदतु. तत्र भीरुः रोदिति इति वा भगिनी? अत्र एतदपि त्रिषु वचनेषु परिवर्त्य वदतु. भीरुः रोदिति, भीरु रुदितः, तत्र गुरुः गुरु गुरवः, भीरवः रोदन्ति रुदन्ति रुदन्ति रुदन्ति. उत्तमम्. अत्र तु किञ्चित् अयं धातुः किञ्चित् भिन्नधातुः. अत्र भीरुः रोदिति इति रूपमस्ति. अत्र धातुः तु रुदिर् इति धातुः, औपदेशिकधातुः रुदिर् अस्ति. किन्तु अत्र रुद् लौकिकधातुः भवति. तत्र इत्युक्ते इति संज्ञकवर्णानां लोपानन्तरम् अत्र रुद् इति धातोः रूपं भवति. अत्र मध्ये इकारः किमर्थम् अस्ति इति किञ्चित् चिन्तनीयमस्ति. इत्युक्ते साधारणतया रोदति इति न भवति, अत्र रोदिति इति मध्ये इकारः श्रूयते. तदर्थमपि एकं सूत्रमस्ति, रुदादिभ्यः सार्वधातुके, अनेन सूत्रेण तत्र मध्ये इडागमः भवति. तदर्थमेव अत्र रूपं रोदिति रुदितः रुदन्ति, मध्ये इकारः श्रूयते. तत्र तेन सूत्रेण तत्र रुदादिभ्यः सार्वधातुके इति सूत्रेण तत्र मध्ये इडागमः भवति. तादृशं कार्यम् अन्येषु धातुषु अपि भवति. अन्ये धातवः केचन सन्ति, कथम् इत्युक्ते रुद् धातुतः रोदिति, स्वप् धातुतः स्वपीति, श्वश् धातुतः स्वसीति, मध्ये इकारः श्रूयते, जक्ष् धातुतः जक्षिति. अत्र एतेषु धातुषु मध्ये इकारः श्रूयते. भगिनी तत्र भवती वदतु, भवती उक्तवती रुदाभ्यः सार्वधातुकम् इति वा? रुदादिभ्यः सार्वधातुके, रुदादिभ्यः सार्वधातुके इति सूत्रेण तत्र रुद् धातुतः रोद् रूपम् आयाति, तदनन्तरं मध्ये इकारः तत्र विशिष्टसूत्रेण मध्ये इकारः आयाति इति कृत्वा अत्र रूपं रोदिति, रुदितः रुदन्ति ईदृशानि रूपाणि. एतत् सार्वधातुकप्रत्यये भवति एव भवति इति वा? इत्युक्ते केवलं तत्र इडागमविचारः साधारणतया इडागमविचारः आर्धधातुक प्रसङ्गे एव भवति. इत्युक्ते लट् लोट् लङ् विधिलिङ् एते चत्वारः लकाराः सार्वधातुकलकाराः, अन्ये षट् लकाराः आर्धधातुकलकाराः. किन्तु इडागमचिन्तनम् इत्युक्ते मध्ये इकारः तस्य सम्बद्धविषयान् वयं साधारणतया आर्धधातुकप्रसङ्गे एव तेषां चिन्तनं भवति. किन्तु सार्वधातुकप्रसङ्गे किञ्चित् अपवादत्वेन अनेन सूत्रेण सार्वधातुकप्रत्यये परे अपि मध्ये इडागमः भवति. अयं तु अपवादः, एक्सेप्शन्, एक्सेप्शन् टु द रूल्. तदर्थमेव अत्र रूपं रोदिति इति भवति. अग्रिमं वाक्यं भवती एव पठतु भगिनी. वदतु भगिनि. अत्र तस्मिन् गणे सर्वे धातवः मध्ये इडागमः भवति वा? तेन सूत्रेण तत्र तेन सूत्रेण अहं चिन्तयामि पञ्चसु धातुषु एतादृशरीत्या मध्ये इडागमः भवति. अस्मिन्नेव पुटे दत्तमस्ति, अस्मिन्नेव पुटे वा, नो चेत् अग्रे किञ्चित् अग्रे गत्वा एकं क्रियापदं शृणुमः. स्वपीति, श्वसिति, विश्वसिति, साधारणं पदमेव विश्वसिति, विश्वसिमि, एतादृशानि पदानि. तत्र श्वसिति, श्वस् धातोः विषये अपि इदं सूत्रमेव कार्यं करोति, तेन मध्ये इडागमः दृश्यते. महोदय वदतु. एकवचने उभता गुणं दृश्यते, किन्तु द्विवचने बहुवचने उभता रु तस्य गुणः न दृश्यते. आं महोदय, तत्रापि कारणमस्ति. इत्युक्ते तत्र सिद्धतिङ्प्रत्ययस्य योजनेन तत्र कुत्रचित् गुणकार्यं भवति, कुत्रचित् न भवति. तत्र प्रत्ययः पित् प्रत्ययः वा अपित् प्रत्ययः वा इति द्रष्टव्यम्. इत्युक्ते अङ्गतः वयं सिद्धतिङ्प्रत्ययान् योजयामः, किन्तु तत्र वयं जानीमः एव प्रत्ययः पित् प्रत्ययः वा अपित् प्रत्ययः. प्रत्ययः पित् प्रत्ययः अस्ति चेदेव गुणकार्यं भवति, गुणं भूत्वा तत्र रुद् रोद् भवति. किन्तु अपित् प्रत्ययः अस्ति चेत् तत्र गुणः न भवति. तदर्थमेव द्विवचनरूपे तत्र गुणकार्यं न भवति. तदर्थमेव एकवचनरूपं रोदिति, द्विवचनरूपं रुदितः. तत्र द्विवचनरूपं किञ्चित् भिन्नम् अस्ति. अग्रिमं वाक्यं शोभा भगिनी भवती पठतु. होता जुहोति, दाता ददाति, एषः बध्नाति इति. तत्र होता जुहोति, जुहोति तु अत्र भवत्याः होता इति पदं कीदृशं पदं? होता इत्युक्ते, होता इत्युक्ते प्रीस्ट् इति अहं मन्ये. किन्तु होता हू धातोः जुहोति होता. अत्र किञ्चित् वदामि. अत्र होता इत्युक्ते अहं शब्दकोशं दृष्टवती, अतः वदामि सेक्रिफैसर् इति अर्थः अस्ति. इत्युक्ते होता इति पदं सुबन्तपदं, किन्तु तस्य निर्माणं कथं भवति इति पश्यामश्चेत् तत्र होतृ इदं पदं ऋकारान्तपदम् अत्र इदं पदं यज्ञकर्तारः यज्ञकर्तारः उत्तमं भगिनि यज्ञकर्तारः तत्र भगिनि क्षमतां होतृ इति अस्ति चेत् पितृ इति अस्ति चेत् ऋकारान्तप्रातिपदिकम् अपि पिता इति भवति होतृ होता इति भवति अस्तु तथा एव अत्र प्रातिपदिकं होतृ इति अस्ति तत्र तृच् इति एकः प्रत्ययः अस्ति कृ धातोः तृच् प्रत्ययान्तरूपं कर्ता होतृ इति अपि तृच् प्रत्ययान्तरूपं किन्तु कृदन्तपदं वदतु भगिनि विज्ञानार्थमेव अहं वदामि होतृ इति ऋग्वेद कर्ता यज्ञकर्ता अद्वर्युः यजुर्वेदकर्ता उद्गातृ सामवेद ब्रह्म अथर्ववेद ओ अस्तु अहम् उद्गाता इति अहं श्रुतवती उद्गातृ इति सामवेद इत्युक्ते यः सामवेदं गायति सः उद्गाता तत्र गाता अपि in a yajna, bhagini, four people sit on the four sides of that yajna kunda. No? So each one is from one veda. So that's what bhagini told. The names Rukhle, the follower, is called Hotru, and then Udgatru, Samaveda follower. Like that, they make them sit in the four places. They represent the four vedas. ब्रह्म आचार्य पूजारी सर्ववेदाः जानन्ति चतुर्वेदाः जानन्ति होतृ ऋग्वेद एव जानाति अद्वर्युः यजुर्वेद एव जानाति उद्गातृ समवेद एव परन्तु ब्रह्म इति अथर्ववेद sarvahani he has to find out you're doing this wrong astu chukte atra vakyam katham bhavati and the person bhagini and the person who sits in the brahmasthana he is not supposed to talk he will keep silent but he has the right to overrule if in the three others make any mistake no he'll be supervising sort of silently and he can intervene if anything goes wrong or if any doubts arise also he has the right to talk and set it right give the answer to the doubt brahma atharvaveda atharvaveda sarvani jananti astu atre etavat asmakam karyam yadi vayam saha वेदान् जानाति इत्यस्मिन् विषये कथं वक्तव्यं वाक्यं चतुरः वेदान् जानाति तत्र चतुर्शब्दस्य द्वितीयाविभक्ति बहुवचनं चतुरः वेदान् जानाति तत्र ज्ञाधातुः सकर्मकधातुः अस्ति इति कृत्वा वेदान् जानाति चतुरः वेदान् जानाति इति वक्तव्यमस्ति चिन्ता मास्तु अत्र होता इति उद्गातृ इति अपि ऋकारान्तपदं तत्र प्रथमाविभक्त्यन्तपदम् उद्गाता तथा एव अत्र होता इति पदमस्ति होतृ इति कृदन्तपदम् इत्युक्ते तत्र जुहोति इति क्रियापदमस्ति तत्र जुहोति इत्युक्ते सेक्रिफैस् इति अर्थः तत्र धातुः हू धातुः अपि विशिष्टधातुः किमर्थम् इत्युक्ते तस्य रूपाणि किञ्चित् भिन्नानि सन्ति अत्र शोभा भगिनी रूपाणि एकवारं स्मारयतु अस्मिन् पुटे एव प्रथमपुरुषरूपाणि दत्तानि जुहोति जुहोति जुहुतः जुह्वति इति जुह्वति अत्र अयं धातुः जुहोत्यादिगणीयधातुः इत्युक्ते अहं चिन्तयामि जुहोत्यादिगणः इति नाम किमर्थं दत्तम् अस्ति इत्युक्ते अयं धातुः प्रथमधातुः तस्मिन् गणे, तदर्थमेव जुहोत्यादिगणः इति वयं ज्ञातवन्तः. तत्र तृतीयगणः इति भाति, भ्वादिगणः, अदादिगणः, जुहोत्यादिगणः. अस्मिन् गणे पूर्वं लता भगिन्या उक्तम् अस्ति, यथा भगिन्या उक्तं तत्र जुहोत्यादिगणे द्वित्वं सर्वदा धातोः द्वित्वं भवति, अपि च अभ्यासकार्यं भवति. तत्र तेन जुहोति इति रूपं सिध्यति. जुहोति इति भिन्नं पदं, जहाति इति भिन्नं पदं, तत्र भेदः अस्ति. जुहोति इत्युक्ते साक्रिफैस्. तत्र हू धातोः रूपं जुहोति, किन्तु जहाति इति अन्यत् क्रियापदमस्ति. जहाति इति वदामश्चेत् तत्र ओहाक् त्यागे, त्यागे इत्यस्मिन् अर्थे हा धातुः अस्ति, तस्य रूपं जहाति अत्र. तदनन्तरम् अत्र दाता ददाति, अस्मिन् विषये का वदति? भवती एव वदतु भगिनि, शोभा भगिनि, भवती यद् जानाति तत् वदतु. दाता दातृ इति प्रातिपदिकस्य दाता प्रथमविभक्ति इति मन्ये भगिनि. दाता ददाति दाने, तत्र दाता ददाति दातारौ दत्तः, दातारः ददति. तत्र दा धातुः यच्छति इति भवति, विस्मरामि भगिनि, तत्र ददाति इति किं धातुः? तत्र डुदाव् इति धातुः अस्ति. डुदाव् इत्युक्ते तत्र केचन इत्संज्ञकवर्णाः सन्ति, इत्संज्ञक अनुबन्धलोपानन्तरम् इति वदामः. इत्युक्ते इत्संज्ञकवर्णानां लोपानन्तरम् औपदेशिकधातुतः दा इति धातुः आयाति. तत्र दा धातोः तृच् प्रत्ययान्तरूपमेव दाता, अत्रापि दातृ इति प्रातिपदिकमस्ति, ददाति इति अपि अत्र दा धातोः रूपमेव. अयमपि जुहोत्यादिगणीयधातुः अस्ति, किन्तु अत्र एकः विषयः स्मर्तव्यः. दा धातोः प्रथमपुरुष बहुवचनरूपं किम्? दा धातोः प्रथमपुरुष बहुवचनं ददति. ददति. अत्र अयं विषयः तु स्मर्तव्यः. तत्र एकं भिन्नकार्यं भवति. तत्र अहं चिन्तयामि तत्र एकं सूत्रमस्ति, तेन सूत्रेण आकारस्य लोपः भवति. तत्र स्नाभ्यस्तयोरातः इति सूत्रेण तत्र बहुवचनरूपे तत्र दीर्घ आकारस्य लोपं कृत्वा ददति इति रूपम् आयाति. एतावता अत्र दाता ददाति, दातारौ दत्तः, दातारः ददति. किन्तु दा धातुः उभयपदी धातुः, अत्र तु परस्मैपदरूपाणि दत्तानि. ददाति इति परस्मैपदरूपं, किन्तु आत्मनेपदरूपाणि अपि सन्ति. दत्ते, ददाते, ददते आत्मनेपदरूपाणि सन्ति. इत्युक्ते आहत्य केचन धातवः उभयपदिनः, केचन आत्मनेपदिनः, केचन परस्मैपदिनः. कथं जानीमः एतत् सर्वं धातुः कीदृशः इत्युक्ते, तत्र तदर्थं त्रीणि सूत्राणि सन्ति. वयं व्याकरणकक्षायां पठितवन्तः तत्र अनुदात्तनित आत्मनेपदम् एकं सूत्रमस्ति. अनुदात्तनित आत्मनेपदम्, आत्मनेपदे धातोः लक्षणानि कानि, तत् सूत्रं वदति. स्वरितनित कर्त्रभिप्राये क्रियाफले इति द्वितीयं सूत्रमस्ति. तेन सूत्रेण धातुः उभयपदी भवति. तृतीयं सूत्रमस्ति शेषात् कर्तरि परस्मैपदं. तत्र एतानि त्रीणि सूत्राणि सन्ति. इत्युक्ते धातोः अन्ते धातुः उदात्तः वा अनुदात्तः वा स्वरितः वा इति द्रष्टव्यम्, अपि च धातोः अन्ते कीदृश इत्संज्ञकवर्णाः सन्ति, ञकारः इत्युक्ते कवर्गी अन्तिमव्यञ्जनम् अस्ति चेत्, ञकारः अस्ति चेत् सः धातुः इत्युक्ते औपदेशिकधातोः अन्ते ञकारः कवर्गी अन्तिमव्यञ्जनम् अस्ति चेत् साधारण सः धातुः आत्मनेपदी भवति. धातोः अन्ते चवर्गी अन्तिमव्यञ्जनं ञकारः अस्ति चेत् तत्र उभयपदी भवति. तदर्थमेव स्वरितणितकर्तृभिप्राये क्रियाफले इति सूत्रम् उभयपदी धातोः विषये तत्र स्पष्टीकरोति. एतादृशरीत्या केचन धातवः उभयपदनः, परस्मैपदनः अथवा केचन आत्मनेपदिनः इति अत्र एते सर्वे अत्र अस्मिन् पुटे ये धातवः दत्ताः ते सर्वे विशिष्टधातवः. एतावत्पर्यन्तं वयं ज्ञाधातोः विषये किञ्चित् अवगतवन्तः. जानी, जानाति, करोति, चिनोति, जुहोति एतत् वयं दृष्टवन्तः. अपि च अत्र गृह्णाति इत्यस्मिन् विषये अपि वयं दृष्टवन्तः. अत्र दाता दा अल्पप्राण किल, धाता अपि अस्ति किल महाप्राण, धाता इस् ब्रह्मन् ऐ थिङ्क्. धाता हु होल्ड्स् आन्, हु सस्टेन्स्, धाता. इत्युक्ते अत्र अत्र दाता इति दा धातोः तृच् प्रत्यान्तरूपं, किन्तु धाता इत्युक्ते महाप्राणधकारः अस्ति चेत् तत्र धातुः धा धातुः दधाति, दधाति इति क्रियापदं सिद्ध्यति. किन्तु तत्र यथा भवत्या उक्तं धाता इत्यस्मिन् पदे धातृप्रातिपदिकं धाता इति प्रथमाविभक्ति एकवचनरूपम् अस्ति. विधाता वयं जानीमः एव, धाता अथवा विधाता एतादृशानि पदानि तृच् प्रत्ययान्तरूपाणि. उत्तमम्. अत्र एकम् अस्माकं कृते एकं नूतनं पदमस्ति, बध्नाति. अत्र पूर्णेन्दु महोदय भवान् वदतु बध्नाति इत्यस्मिन् विषये, भवान् यद् जानाति तद् वदतु. बध्नाति, बध्नाति अहं चिन्तयामि सः नवमगणीया धातुः, तत्र स्ना इति विकरणप्रत्ययः अस्ति, स्नातः न अवशिष्यते, अतः बध्नाति इति रूपं भवति इति चिन्तयामि, सम्यक्तया न जानामि. उत्तमं महोदय. अत्र बध्नाति, बध्नीतः, बध्नन्ति इति रूपाणि सन्ति. तत्र अहं चिन्तयामि बन्ध् इति धातुः अस्ति, किन्तु तत्र यथा महोदयेन उक्तं नवमगणः, नवमगणस्य नाम क्रयादिगणः, क्रयादिगणीयधातुः अस्ति. तत्र क्रयादिभ्यः श्न इति एकं सूत्रमस्ति, तेन बध्नाति, बध्नीतः, बध्नन्ति ईदृशानि रूपाणि भवन्ति. अपि च अस्मिन्नेव पुटे इतोपि एकः विषयः स्मर्तव्यः. अत्र पश्यन्तु, शृणुतः अथवा शृणुमः एतादृशानि पदानि सन्ति. तत्र विकल्पेन रूपद्वयं सम्भवति. कथम् इत्युक्ते शृणुतः नास्ति, क्षम्यतां, शृण् उत्तमपुरुषे, उत्तमपुरुष द्विवचने बहुवचने विकल्पेन रूपद्वयमस्ति. शृणुवः, शृण्वः इत्युक्ते शृणुवः एकं रूपं, शृण्वः अन्यत् रूपं, तथा एव शृणुमः, शृण्मः, तत्र विकल्पेन रूपद्वयं भवति. तदर्थमपि सूत्रमस्ति इति भाति. एतावता चिनोमि अपि भगिनि, चिन्मः चिनुमः, चिन्मः चिनुमः. उत्तमम्, उत्तमं भगिनि. इत्युक्ते चि धातोः विषये अपि तत्र उत्तमपुरुष द्विवचने रूपद्वयम् अस्ति, यथा भगिन्या उक्तं, चिनुवः चिन्वः, तत्र उकारस्य लोपः भवति, तथा एव चिनुमः अथवा चिन्मः इति रूपाणि भवन्ति। एतावत् अस्मिन् पुटे तावत् क्षम्यतां भगिनि, बध्नासि अर्थ किम्, अर्थं किं बध्नासि? बन्धने, बन्धने, बन्धने इत्यस्मिन् अर्थे। तदनन्तरं एकः प्रश्नः तत्र बन्ध धातोः विषये, तत्र बध्नाति कथं भवति, बन्ध इत्यस्य अनुनासिक नकारस्य लोपः कथं भवति भगिनि, किं प्रत्ययः आगच्छति बन्ध धातोः परे? प्रत्ययः नास्ति भगिनि, तत्र सूत्राणि सन्ति, तत्र किमर्थं नकारस्य लोपः भवति तदर्थं सूत्राणि सन्ति। आम्, तत्र न इति विकरणप्रत्ययः क्रयादिगणे, बन्ध तत्र बन्ध अपि अनेक अपि आसीत् यत्र मकारः लोपः, अतः पूर्वम् अपि मनसि आसीत् अतः पृष्टवती। किं तत्र किं कार्येण कार्येण केन कार्येण तत्र बन्ध भवति, तत्र कोऽपि वदति वा? अत्र अहं चिन्तयामत्र अनिदितां हल उपधाया ख्निति इति सूत्रेण अहं सम्यक्तया दृष्ट्वा एव वक्तुं शक्नोमि भगिनि। अस्तु भगिनि, तत्र बन्धधातुतः तत्र नकारलोपः भवति, तत्र अहं चिन्तयामि अनिदितां हल उपधायाः किमपि सूत्रमस्ति तत्र। अनन्तरम् अत्र अग्रिमे अस्मिन्नेव पुटे अभ्यासरूपेण एकं चित्रं दत्तमस्ति, चित्रे केचन जनाः सन्ति, अपि च उदाहरणत्वेन एकं वाक्यं दत्तमस्ति, धेनवः चरन्ति इति वाक्यमस्ति। तादृशरीत्या एव चित्रं दृष्ट्वा अन्यानि वाक्यानि अस्माभिः लेखनीयानि। भगिनी सम्यक् न श्रूयते भगिनी, तत्र किञ्चित् नायस् अस्ति। अत्र अत्र नायस् अस्ति अत्र अत्र अस्मिन् चित्रे, इत्युक्ते अत्र चित्रं दृष्ट्वा इतोपि अन्यानि वाक्यानि, लघुवाक्यानि, स्वीयवाक्यानि लेखनीयानि, किन्तु तम् अभ्यासं गृहपाठरूपेण कुर्वन्तु, तदर्थम् अग्रे सरेम। अत्र अग्रिमे पुटे अपि क्रियापदानां विषये तत्र किञ्चित् परिशीलयामः। अत्र अग्रिमे पुटे पूर्णेन्दु महोदय, भवान् किञ्चित् पठतु अत्र। भगिनि, बध्नाति, द चेञ्ज् कम्स् फ्रम् अनिदितां हलः उपाधाय उपधाय किङिति, अनिदितां हल उपधाय। अस्तु, सूत्रस्य संख्या किं भगिनि, क्षम्यताम्? 6424 धन्यवादः। अत्र इत्युक्ते प्रत्येक प्रत्येकं पदस्य रूपसाधनार्थं विशिष्टसूत्राणि सन्ति, इत्युक्ते तत्र दशधातुगणाः सन्ति, धातुगणम् अनुसृत्य तत्र भिन्नभिन्नविकरणप्रत्ययाः आयान्ति, अपि च विशिष्टसूत्राणि प्रत्येकस्मिन् गणे रूपसाधनार्थं विशिष्टसूत्राणि सन्ति, तेषाम् आधारेण रूपाणि साधयितुं शक्नुमः। अत्र अस्मिन् पुटे किं दत्तमस्ति, एकवारं पठित्वा वदतु महोदय, पूर्णन्द महोदय। एतस्य कोष्ठकस्य साहाय्येन यथोदाहरणं पञ्चदशवाक्यानि वदत। अत्र रामकोष्ठके नामपदानि सर्वनामपदानि दत्तानि सन्ति, दक्षिणकोष्ठके क्रियापदानि दत्तानि सन्ति। सारथिः सारथी सारथयः, मुनिः मुनी मुनयः, शत्रुः शत्रु शत्रवः, इन्द्रियम् इन्द्रिये इन्द्रियाणि, दुष्टः दुष्टौ दुष्टाः, त्वं युवां युयम्, अश्वः अश्वौ अश्वाः तृतीयपदानि चालयति चालयतः चालयन्ति जपति जपतः जपन्ति असूयति असूयतः असूयन्ति हरति हरतः हरन्ति विनश्यति विनश्यतः विनश्यन्ति मोहयसि मोहयथ मोहयसि मोहयथः मोहयथ धावति धावतः धावन्ति. वदतु महोदय. सारथिः सारथि सारथयः अस्व इकारान्तपुलिङ्गपद अस्ति सारथि. तस्य प्रथमविभक्ति एकवचनरूपाणि दत्तानि सन्ति. एकवचने सारथिः, द्विवचने सारथि, बहुवचने सारथयः. अत्र महोदय यथा यदि भवान् जानाति चेत् अत्र असूयति इति एकं पदम् अस्ति. अत्र साधारणतया संस्कृतभाषायां प्रत्येकं पदस्य अर्थः कः इति उक्तमस्ति. असूया इति एकं पदमस्ति, वयं जानीमः एव. असूया इत्युक्ते किं, कोऽपि वदति वा अत्र? जलसि एन्वि. उत्तमम् उत्तमं. किन्तु तत्र असूया इति पदस्य अर्थः कः इति अहं दृष्टवती, अतः वदामि. अत्र किञ्चित् ध्वनिः अस्ति. अत्र असूया इत्युक्ते गुणेषु दोषाविष्करणं, परगुणेषु दोषारोपणम् एव असूया इति वक्तुं शक्यते. गुणेषु दोषाविष्करणं, गुणः इत्युक्ते उत्तमगुणाः, तेषु दोषाविष्करणम् अथवा दोषारोपणम् एव असूया. अधुना वेदा भगिनी एकवारम् एतानि वाक्यानि त्रिषु वचनेषु परिवर्त्य एकवारं श्रावयतु. अत्र वचनेषु लैक् सारथिः चालयति, सारथि चालयतः, सारथय चालयन्ति, तादृशरीत्या अन्यानि वाक्यानि अपि श्रावयतु. मुनिः जपति, मुनिः जपतः, मुनयः जपन्ति. मुनिः एकवचनं रूपं जपति, मुनि द्विवचनरूपे अण्ड् क्रियापदस्य द्विवचनरूपे जपतः, मुनेः बहुवचनरूपं जपन्ति बहुवचनरूप क्रियापदस्य बहुवचनरूपम् अस्ति. अत्र केवलं वाक्यानि श्रावयतु, विवरणं तस्य आवश्यकता नास्ति. किन्तु अत्र एकं वक्तुमिच्छामि. चालयति चालयति इति पदं निजन्तपदं, चलति इति साधारणलट् रूपं, किन्तु चालयति इति निजन्तरूपम्. अन्यानि वाक्यानि श्रावयतु भगिनि. शत्रुः शत्रु शत्रवः, शत्रुः असूयति, शत्रु असूयतः, शत्रवः असूयन्ति. असूयति इस् लैक् हेटिङ्ग् आर् जलसि. असूयति इन्द्रियं भगिनि वदतु महोदय. असूयति इति अपि चुरादिगणे अर्हति वा? असूयति द्रष्टव्यं महोदय. असूयति भगिनी धातुरूपं किम् असूयति? कोऽपि दृष्ट्वा वदन्तु. असूयति भवती वदतु भगिनी. अग्रिमानि वाक्यानि वदतु वदतु. इन्द्रियं हरति, इन्द्रिये हरतः, इन्द्रियाणि हरन्ति. दुष्टः विनश्यति, दुष्टौ विनश्यतः, दुष्टाः विनश्यन्ति. त्वं मोहयसि, युवा मोहयथः, यूयं मोहयथ, मध्यमपुरुष अत एव मोहयसि मोहयतः मोहयन्त आहति आयाति. अश्वः धावति, अश्वौ धावतः, अश्वाः धावन्ति. अत्र जपति जप धातु, ऐ नो दान्, हरति हृ, विनश्यति नश् धातु, मोहयसि मुह् धातु, धावति धाव, असूयति I don't know what is the dhatu rupam there. Drushtva eva vaktum shakrami bhagini. Atra ahatya atra asunj dhatu. Vadat mohoda? Asunj. Asunj. Asunj. Asunj. Asui. अत्र हुरु धातुतः हरति इति रूपम् अस्ति, किन्तु हुरु धातुः उभयपदी इति भाति. हरति हरते इति रूपमपि अस्ति, किन्तु अत्र वि उपसर्गपूर्वकः नश् धातु. तत्र नश् धातोः विषये एकः विषयः स्मर्तव्यः. अयं धातुः तु उपदेशावस्थायां णोपदेशधातुः, इत्युक्ते उपदेशावस्थायां तस्य रूपं नश नशौ इति अस्ति, इत्युक्ते तत्र मूर्धन्यणकारः उपदेशावस्थायां श्रूयते तत्र. तदर्थमेव तत्र औपदेशिकधातुतः लौकिकधातोः साधनार्थं तत्र णो नः इति सूत्रं कार्यं करोति तत्र. इत्युक्ते मूर्धन्यणकारः मूर्धन्यणकारः दन्त्यनकारः भवति, णो नः इति सूत्रेण भवति, इत्युक्ते तदेव. अपि च वयं साधारणं पदमेव शृणुमः, विनाशः इति पदं शृणुमः, तत्र वि उपसर्गपूर्वकः नश् धातुः घञ् प्रत्ययान्तरूपम् अस्ति, विनाशः. किन्तु अत्र प्रायशः 90% अत्र बहूनि पदानि प्रथमपुरुष एकवचन द्विवचन बहुवचनरूपाणि दत्तानि, किन्तु एकमेव पदं तत्र मोहयसि, मोहयथः, मोहयथ. अस्मिन् विषये वदतु. सर्वनामपदं युष्मत्पदमस्ति, त्वं युवां यूयम्. अत एव मध्यमपुरुषे क्रियापदस्य रूपं मोहयसि, मोहयतः, मोहयत अस्ति, अस्मि अस्ति ये सन्ति. अत्र मोहयति, मोहयसि इति मध्यमपुरुषे एकवचनरूपं दत्तमस्ति, अत्र मोहयति इति प्रथमपुरुषे एकवचनरूपं. मोहयतः, मोहयन्ति. अत्र अहं चिन्तयामि इदं पदं णिजन्तरूपं, णिच् प्रत्ययान्तरूपम्, इत्युक्ते साधारणलट्रूपं मुह्यति. साधारणं रूपं मुह्यति अस्ति, अत्र तु णिजन्तरूपं दत्तमस्ति. मुह्यति इत्युक्ते तत्र मोहयति इत्युक्ते अर्थः कः, कोऽपि वदतु. मोहयति यु मेक् समबडी डू द प्रेरणा, प्रेरणार्थकम्. अहं दृष्टवती यत् एब्सेन्स् आफ् मैण्ड्, मेण्टल् कन्फ्यूजन्, भ्रमः जायते, माया मोहयति. उत्तमम्. इत्युक्ते तत्र तदर्थमेव सम्मोहः, मोहः, एतादृशानि पदानि अयं धातुतः एव आगतानि. अत्र मुह्यति लट्रूपम् अस्ति, किन्तु मोहनम् इति रागस्य नाम अस्ति. मोहनम् इत्युक्ते मुह्यते अनेन मोहनम्, मोहनम् इति. वाट् इस् द मीनिङ्ग् यु सेड् मोहयति? मोहयति इत्युक्ते भ्रम, मेस्मरैजिङ्ग् आल्सो भवति खलु भगिनि? मेस्मरैजिङ्ग् अपि भवति. ओ, मेस्मरैजिङ्ग्, ओके. इत्युक्ते तत्र मोहं जनयति. डेल्यूशन् आल्सो, यथा महोदयेन उक्तं, पुनः वदतु महोदय. मनोरञ्जनमपि अस्ति, मनोरञ्जनार्थम् इत्युक्ते मुह्यते अनेन मोहनम्. तत्र मोहनम् इति ल्युडन्तपदम् अस्ति, तत्र मोहः इत्युक्ते अत्र भ्रमः अपि भवितुम् अर्हति. सम्मोहः इत्युक्ते अत्र मनोरञ्जकं सम्मोहः इस् मेस्मरैसिङ्ग् ओन्लि सम्मोहनविद्या दट् हिप्नोटिज़्म् सम्मोहनम् No, when, Bhagini, when I said Mohayati Prerenartaka, that means I was talking about Nijanta Rupam I was talking about. That is Prerenartaka. It is not the meaning, I did not say that, sorry. Chinta Master, Adhana Avagatam, Maya. Atra Mohayati iti. Mohayati, Krishnasya api ekam nama, na, Mohana. Mohana. मोहनकृष्ण अस्तु मोहनम् इति वदतु विनाश इति आकार आगच्छति मध्ये इति नीच् नास्ति भगिनी कथं जानीमः विनाश इति नीच् नास्ति तत्र वि तत्र विनाशः इति पदं कृदन्तपदं कृदन्तपदम् इत्युक्ते धातुतः निर्मितं पदम् अस्ति तत्र वि उपसर्गः अस्ति नश् धातुः अस्ति तत्र घञ् इति प्रत्ययः अस्ति घञ् प्रत्ययान्तरूपं सर्वदा पुंलिङ्गे एव भवति हुरुहारः भुज् भोगः तथा पठ् पाठः तत्र नश् नाशः घञ् प्रत्ययान्तरूपं किन्तु कृदन्तपदम् धन्यवादः सुबन्तपदम् इत्युक्ते अत्र मोहयति इति निजन्तरूपमेव अत्र इतोपि धावति इति रूपम् अस्ति तस्मिन् विषये किं ज्ञातव्यं कोऽपि वदतु धावति वदतु भगिनि धावति धातुरूपं मूलरूपं धाव अस्ति धाव अकर्मकधातुः अस्ति सकर्मकधातु सकर्मकधातु धावति भुवादिगणे अस्ति ऐ थिङ्क् मूलरूपम् औपदेशिकरूपम् अस्ति दमीन् दमीन् न न धावु इति अहं चिन्तयामि किमपि ओ सारि या करेक्ट् यु आर् रैट् चिन्ता मास्तु अत्र अग्रे एकं सम्भाषणमस्ति एतावत्पर्यन्तं वयं धातोः रूपाणि इत्युक्ते केचन धातवः सन्ति तेषां भिन्नरूपाणि विशिष्टरूपाणि अपि वयं दृष्टवन्तः अपि च अनेन अभ्यासेन किम् अवगम्यते इत्युक्ते तत्र प्रथमपुरुषे त्रिषु वचनेषु रूपाणि योजयित्वा लघुवाक्यानि लेखनीयानि स एव अत्र अभ्यासः अधुना अत्र एकं सम्भाषणमस्ति कृष्णयशोदयोः मध्ये तत्र तत् सम्भाषणं पठामः अधुना अत्र शशिकला भगिनी अपि च ललिता भगिनी तत्र सम्भाषणं पठन्तु हे कृष्ण एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च हे कृष्ण त्वं कुत्र असि अहं द्वारस्य पृष्ठतः अस्मि अग्रजः अपि अत्र अस्ति युवां तत्रैव स्तः किम् आम् आवाम् अत्रैव स्वः नीला अपि अत्र अस्ति यूयं चोराः स्तः स किमस्ति तव हस्ते नवनीतं खादसि किम् नैव अम्ब वयं क्रीडामः असत्यं वदत नवनीतं चोरयतु खलु त्वमेव यच्छसि खलु पुनः वयं किमर्थं चोरयामः किन्तु गोपिका वदति त्वं नवनीतं नयसि इति मिथ्या अम्ब अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि युवां चोरौ स्तः एव किमर्थम् असत्यं कथयसि नीले त्वं वदसि चेदेव अम्बा विश्वसिति पर्याप्तम् अहं विश्वसिमि आगच्छत अस्तु आगच्छामः अत्र इदं सम्भाषणं पठित्वा अत्र किम् अवगन्तव्यम् अस्माभिः इति एकवारं द्रष्टव्यम् इत्युक्ते अत्र अस्मिन् क्रियापदानि अत्र द्विवचने दत्तानि अपि च मध्यमपुरुषे उत्तमपुरुषे अपि दत्तानि. एव प्रत्येकं वाक्यं स्वीकृत्य परिशीलयामश्चेत् त्वं कुत्र असि इति वाक्यं भगिनी वदतु. ललिता भगिनी, भवत्याः अवगमनं किम् अत्र? त्वं कुत्र असि? त्वं मध्यमपुरुष. हे कृष्ण सम्बोधनं, सम्बोधन निभक्तिः. त्वं मध्यमपुरुष एकवचनम्. एकवचनं उत्तमम्. अत्र हे कृष्ण सम्बोधनमस्ति. द्वितीयवाक्ये द्वारस्य पृष्ठतः वयं पठितवन्तः, तत्र पुरतः, पृष्ठतः एतादृशानि पदानि योजयित्वा वाक्यरचनां कर्तुम् इच्छामश्चेत् तस्मात् पूर्वं तत्र षष्ठीविभक्तेः आवश्यकता दृश्यते. तत्र अग्रिमे वाक्ये तत्रैव स्तः, तत्रैव, तत्र सन्धिः अस्ति, सन्धिकार्यं वदति वा? भवती कोऽपि वदतु, भवती जानाति. तत्र प्लस् एव, प्लस् ए, यो तत् तत्रैव गुणसन्धि न, तत्र वृद्धिसन्धिः, वृद्धिसन्धिः, तत्र योगः, तत्र प्लस् इति न वदामः संस्कृतभाषायां. तत्र योगः एव, तत्र योगः एव, तत्रैव इति भवति. तत्र वृद्धिसन्धिः, वृद्धिसन्धेः विषये सूत्रद्वयमस्ति, एकं संज्ञासूत्रम्, अन्यत् विधिसूत्रं. वृद्धिरादैच् इति संज्ञासूत्रं, वृद्धिरेचि इति विधिसूत्रम्. इत्युक्ते वृद्धिसंज्ञकवर्णाः के इति प्रथमं सूत्रं वदति, वृद्धिरादैच् इति सूत्रं वदति. वृद्धिरेचि इति विधिसूत्रेण तत्र वृद्धिसंज्ञकवर्णाः आदेशाः भवन्ति. अत्र तु ऐकारः वृद्धिसंज्ञकवर्णः, तत्र वृद्धिसन्धिः अस्ति. युवां स्तः, स्थः, पश्यन्तु अत्र यत्र यत्र महाप्राणवर्णः अस्ति, महाप्राणवर्णः तस्य उच्चारणं सम्यक् भवेत्. युवां स्थः, अत्र अस् धातोः रूपाणि एकवारं भवती जानाति चेत् श्रावयतु भगिनी. अस् धातोः नवरूपाणि अस्ति, स्तः, सन्ति, असि, असि, नो नो, अस्ति, स्तः, सन्ति, असि, स्थः, स्थ, देन् अस्मि, अस्मि, आवः, आमः, वः, स्मः, स्वः, स्मः. ओके, इत्युक्ते अस्ति, स्तः, सन्ति, असि, स्थः, स्थ, अस्मि, स्वः, स्मः, तानि रूपाणि एव अस्मिन् सम्भाषणे स्थापितानि सन्ति. तदनन्तरम् अत्र किमस्ति तव हस्ते इति वाक्यम् अग्रिमे वाक्ये अस्ति. यूयं चोराः स्थ, स्थ, तत्र स्थ इति रूपं दृष्ट्वा अस्माभिः अवगम्यते यत् मध्यमपुरुष, यद्यपि तत्र मध्यमपुरुषकर्तृपदं नास्ति चेदपि वयम् अवगन्तुं शक्नुमः. तत्र चोराः स्तः, तत्र स्थः, स्थ इति पश्यामः यूय. तत्र अस्य सम्भाषणस्य पठनेन इतोपि किम् अवगम्यते अत्र इत्युक्ते अहं शब्दस्य रूपाणि अपि च त्वं शब्दस्य रूपाणि, अस्मत् शब्दस्य रूपाणि, युष्मत् शब्दस्य रूपाणि अपि अपि वयम् अवगन्तुं शक्नुमः. त्वं शब्दस्य रूपाणि एकवारं वदतु, किन्तु एकविंशति रूपाणि मास्तु, केवलं प्रथमाविभक्त्यन्तरूपाणि त्वं शब्दस्य. त्वया, तेन, तेन, तत्र चिन्ता मास्तु भगिनि. इत्युक्ते युष्मत् शब्दस्य रूपाणि एकविंशति रूपाणि भवन्ति, किन्तु अत्र अस्मिन् सम्भाषणे त्वं, युवां, यूयम् एव दत्तमस्ति, किन्तु अस्माकं कृते एकविंशति रूपाणि ज्ञातव्यानि. यदा भवत्या उक्तम् एकवचने उक्तवती भवती त्वं, त्वां, त्वया, तुभ्यं, त्वत्, तव, त्वयि, एतानि रूपाणि केवलम् एकवचने सप्तसु विभक्तिषु वक्तुं शक्यते, किन्तु अस्माकं कृते त्रिषु वचनेषु सप्तसु विभक्तिषु सुबन्तपदानां रूपाणि, यथा युष्मत् शब्दस्य रूपाणि अपि च अस्मत् शब्दस्य रूपाणि अपि ज्ञातव्यानि. अत्र नवनीतम् इति एकं पदमस्ति. नवनीतम् इति पदस्य कृते अहम् एकं नूतनं पदं दृष्टवती, दधिजम् इति इत्युक्ते दधि, तत्र किं वक्तव्यं, दध्नः जायते इति अर्थः दधिजम्. तत्र नवनीतम् इति पदं तत्र नी धातोः रूपं, नीत इति क्तान्तरूपं, क्तान्तरूपं नवनीतम् इत्युक्ते नवं नीयते अनेन नवनीतम् इति लिखितमस्ति. अपि च अत्र नैव, नैव इत्यस्मिन्नपि सन्धिः अस्ति, न एव, न योगः, न योगः एव, तत्रापि वृद्धिसन्धि. उत्तमम्. अत्र असत्यम् इत्यस्मिन् पदे नञ्समासः अस्ति, इत्युक्ते न सत्यम् असत्यम्, न सत्यम् असत्यम् तथा. अपि च अत्र सत्यम् इत्युक्ते यथार्थम्, तत्र पश्यन्तु कीदृश उत्तमानि पदानि सन्ति भाषायां. सत्यम् इत्युक्ते यथार्थम्. त्वम् एव अत्र इतोपि त्वमेव यच्छसि खलु, अत्र अस्माकं कृते यच्छसि, यच्छति इति क्रियापदम् अस्ति. अत्र अहं चिन् अत्र दा धातोः उत्तमं, तत्र दा धातुतः यच्छ इति आदेशः भवति. अत्रापि धात्वादेशः इति वदामः, तत्र पाघ्राध्मा इति तत्र एकं दीर्घं सूत्रमस्ति, दीर्घसूत्रेण दा धातोः स्थाने तत्र जुहोत्यादिगणीय दा धातोः रूपं तस्य स्थाने तत्र यच्छ इति आदेशः भवति. अपि च अत्र वदति, गोपिका वदति इति वाक्यमस्ति, अत्र प्रथमपुरुष. किन्तु वयं साधारणतया वदनम् इति पदं शृणुमः, किमर्थम्? वदनम् इत्युक्ते वदनम् इति ल्युडन्तपदमस्ति. वदनम् इति वदनम् इत्युक्ते मुखम्, अदरं वदनं, गीतमस्ति, श्लोकमस्ति, अधरं मधुरं, मधुराधिपते, अखिलं मधुरम्. इत्युक्ते अत्र वद् धातोः रूपं वदति, इत्युक्ते अत्र वदनम् इत्युक्ते मुखम् इति अर्थः. किन्तु वदनम् इत्युक्ते किम् इति पश्यामश्चेत् तत्र वदन्ति अनेन इति कृत्वा वदनं, वदन्ति अनेन वदनं. तथा एव अत्र नयति इत्यस्य मध्यमपुरुषरूपं नयसि, अत्र नी धातोः रूपं नयति दत्तमस्ति. त्वं नवनीतं नयसि, नी धातोः रूपमेव नयनं, वद् धातोः रूपं वदनं, तत्र नयसि. अत्र मिथ्या अम्बा इति एक इति कृष्णः वदति, मिथ्या अम्बा. मिथ्या इत्युक्ते किम्? उत्तमं. मिथ्या इत्युक्ते असत्यम् अथवा अपियर्स् टु बि रियल् बट् नाट् रियल्, नाट् रियल्. उत्तमम् उत्तमम्. अत्र मिथ्या वदतु. इन् इङ्ग्लिश् मिथ् मिथ् फ्रम् मिथ् मिथ्या मिथ् मिथ्या मिथ्. उत्तमम् उत्तमम्. गीताञ्जलि भगिनी वदतु. त्वमेव यच्छसि खलु. अत्र यदि वयं दा धातु भोत्यादिगणे उपयोगं कुर्मः त्वमेव ददाति खलु, तत्तु समीचीनं भगिनि. तत्र दा धातोः रूपं यच्छसि यच्छसि इत्येव अत्र धात्वादेशः भूत्वा यच् आदेशः भवति, तदर्थमेव यच्छसि इति रूपं सिद्ध्यति. तत्तु द्वादिगणे भगिनि, किन्तु जुहोत्यादिगणे समानेव अर्थ अस्ति न खलु भगिनि? दाने एव यदि समानार्थकम् अस्ति चेत् तदनन्तरं त्वमेव ददासि खलु इति तु समान. साधु साधु एव. उत्तमम्. अनन्तरम् अत्र इतोपि किमस्ति अत्र? विश्वसिति. विश्वसिति इति पदमस्ति. भगिनी भवती एव वदतु अत्र. विश्वसिति चेदेव, चेदेव वदसि चेदेव, न जानाति चेदेव इत्युक्ते त्वं वदति चेत् एव. त्वं वदसि चेत् एव. ओके तत्र चेत् योगः सन्धि सन्धिकार्यं कीदृशसन्धिः अस्ति तत्र? विश्वसति कमिङ्ग् औट् आफ् विश्वासम् इत्युक्ते तत्र एकवारम् अत्र गीताञ्जलि भगिनी भवती अत्र चेदेव इत्यस्मिन् पदे सन्धेः नाम किं किञ्चित् वदतु. अस्तु भगिनि, चेत् तकार अन्ते अस्ति, तकार दकार भवति झलां झषोऽन्ते सूत्रेण झष्त्वं, तदनन्तरं वर्णमेलनं चेदेव. उत्तमम्. अत्र नीले इति दत्तमस्ति किन्तु प्रथमान्तं रूपं किं भवति? अत्र अम्बा इति एकं पदम् अस्ति. अम्बा इति पदस्य अर्थः तु जननी इति अर्थः अस्ति. जननी इति वदामश्चेत् या जनयति सा जननी. जायते जायते इति साधारणलट् रूपं, जनयति इति निजन्तरूपम् अस्ति. या जनयति सा जननी. किन्तु अम्बा इत्यस्य अर्थः कः इति अहं दृष्टवती. तत्र स्नेहेन उपगम्यते अम्बियते सा अम्बा इति लिखितमस्ति. स्नेहेन उपगम्यते, शीस् बिङ्ग् अप्रोच्, शीस् बिङ्ग् अप्रोच्ड् स्नेहेन उपगम्यते इति. सा अम्बा, अम्बा इत्युक्ते जननी अथवा माता. अनन्तरं यथा वयं पूर्वं दृष्टवन्तः विश्वसिति इति एकं पदमस्ति. अत्रापि यथा मया उक्तं स्वपिति स्वपिति श्वसिति श्वसिति श्वसि श्वस् धातुः श्वसिति रूपमस्ति. किन्तु अत्र तु वि उपसर्गपूर्वकः. इतोपि अत्र भगिनि अम्बा इति आकारान्त स्त्रीलिङ्गपद, सम्बोधने किमर्थं न अम्बे? अम्बे न भवति भगिनि. अम्ब अम्ब एव भवति. अत्र इत्युक्ते अत्र एतावता अस्य सम्भाषणस्य पठनेन किम् अवगन्तुं शक्नुमः? कोऽपि अत्र सारांशरूपेण किञ्चित् वदन्तु अत्र. अरुणा भगिनी भवती वक्तुमिच्छति वा? पुनः वदतु भगिनि. अत्र सम्भाषणं पठितवन्तः वयम्. अत्र अस्मिन् सम्भाषणे सम्भाषणस्य पठनेन अत्र सारांशः कः, सारांशरूपेण किम् अवगन्तव्यम् अत्र सम्भाषण? माता पुत्रयोः सम्भाषणं, माता पृच्छति किं किं करोति, किं किं खादति, तव कृष्णस्य मित्राः किम् अपि अत्र अस्ति इति माता पृच्छति. इतोपि अत्र पूर्णेन्दुमहोदय, भवान् एतत् सम्भाषणं पठित्वा भवतः अवगमनं किम्? नो चेत् अत्र वदतु महोदय. आं भगिनि, अत्र सारल्येन मातापुत्रयोः सम्भाषणं दत्तमस्ति. अत्र युष्मत् शब्दस्य प्रयोगमपि दत्तमस्ति. उक्तं युष्मत् शब्द मध्यम, युष्मत् शब्दस्य कृते मध्यं क्रियापदेन मध्यं पुरुषस्य प्रयोगं क्रियते. अतः मध्यं पुरुषस्य किम् अभ्यासम् अपि अभवत्. उत्तमम् उत्तमं, तदेव श्रोतुमिच्छामि. इत्युक्ते अत्र अस्मिन् सम्भाषणे कर्तृपदानि, मध्यमपुरुषकर्तृपदानि दत्तानि. इत्युक्ते अस्माकं कृते मध्यमपुरुषरूपाणि अपि आवश्यकानि. इत्युक्ते तेषां साधनार्थम् अस्मिन् सम्भाषणे मध्यमपुरुष तिङन्तरूपाणि अपि च मध्यमपुरुषकर्तृपदानि, पश्यन्तु अत्र त्वं, युवां, यूयम् एतानि पदानि योजयित्वा तत्र मध्यमपुरुष एकवचनद्विवचनरूपाणि क्रियापदानि योजयित्वा इदं सम्भाषणं लिखितमस्ति. इत्युक्ते तत्र मध्यमपुरुषक्रियापदानाम् अभ्यासार्थम् इदं सम्भाषणं लिखितमस्ति. अत्र अन्ये अभ्यासाः अपि सन्ति, किन्तु अस्माकं कृते कालातीतः अभवत्, तदर्थम् अधुना अत्र स्थगयाम. किन्तु भवन्तः सर्वे अग्रिमान् अभ्यासान् अपि कुर्वन्तु, तेन अभ्यासः भवति. पुनः अग्रिमे सप्ताहे मिलित्वा अन्यान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः. धन्यवादः भगिनि.